अधुना परिणालङ्कारं पश्यामः. कुवलयानन्दे एकविंशतितमे श्लोके परिणामः क्रियार्थश्चेद्विषयी विषयात्मना प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा. परिणामः क्रियार्थश्चेत् विषयी विषयात्मना अन्वयम् एवं कर्तुं शक्नुमः. विषयी विषयात्मना, विषयो नाम वर्ण्यः, विषयी नाम वर्णने उपयुज्यमानम् अन्यत् वस्तु. विषयी क्रियार्थः विषयी विषयात्मना भवति चेत् तर्हि परिणामः अलङ्कारः इति. उदाहरणं त्वत्र प्रसन्नेन दृगब्जेन, प्रसन्नेन नेत्रकमलेन वीक्षते मदिरेक्षणा इति. अत्र अब्जन्तु न द्रष्टुं शक्नोति, अतः दर्शनक्रियायाः सामर्थ्यं सम्पादयितुम् अब्जः दृक् भवति, तन्नाम नेत्रं भवति, नेत्ररूपेण परिणामं प्रापितः. अतः अत्र परिणामालङ्कारो वर्तते. वीक्षणक्रियायाः सम्पादनार्थं सार्थकसम्पादनार्थं विषय्याः विषयिनः विषयात्मना परिणामः दृश्यते.